गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेभ्यो नमस्कारः। न्यायवर्गे सर्वेषां सुस्वागतम्। गुणनिरूपणावसरे सङ्ख्या इति गुणः अस्माभिः निरूपितः। एकत्वादिव्यवहारहेतुः सङ्ख्या, अपि च सा सङ्ख्या नवद्रव्यवृत्तिः, नवसु द्रव्येषु लभ्यते, तस्याः वैविध्यम् एकत्वम् आरभ्य परार्धपर्यन्तं भवति इति। तस्मिन्नेव सन्दर्भे तत्र नवद्रव्यवृत्तिः इति कृत्वा कदा सङ्ख्या जायते इति प्रश्नः भवति। प्रथमं द्रव्यस्य उत्पादनं भवेत्, तदनन्तरमेव गुणानाम् उत्पादनं तस्मिन् द्रव्ये भवितुम् अर्हति इति कृत्वा तस्मिन् विषये किञ्चिदिव चिन्तनं जातम्। अपि च यदा यः कोऽपि पदार्थस्य उत्पत्तिः भवति, तस्मात् उत्पत्तेः पूर्वक्षणे कार्याधिकरणे कारणं भवेत्। अपि च द्रव्यं गुणानां नो चेत् गुणस्य समवायीकारणम् इत्यतः गुणस्य उत्पत्तेः प्राक्षणे समवायीकारणं भवेत् इति कृत्वा एकक्षणं उत्पद्यमानं द्रव्यं निर्गुणं तिष्ठति, निर्गुणं निष्क्रियं च तिष्ठति। तर्हि तत्र क्षणप्रक्रिया, उत्पत्तिक्षणप्रक्रिया अस्माभिः अधीतं। चैत्रक्षणे घटोत्पत्तेः सर्वाणि कारणानि सन्ति इति कृत्वा वैशाखक्षणे, चैत्रक्षणस्य अग्रिमक्षणे घटोत्पत्तिः भवति। तस्मिन् क्षणे घटे गुणः वा क्रिया वा न भवति, तस्मात् अग्रिमक्षणे एव गुणोत्पत्तिः, गुणानाम् उत्पत्तिः भवति। ज्येष्ठक्षणे गुणानाम् उत्पत्तिः भवति, तस्मात् अग्रिमक्षणे आषाढक्षणे रूपादयः गुणाः द्रव्ये वर्तन्ते इति वक्तुं शक्यते इति एतत् सर्वम् अस्माभिः अधीतम्। तत्रैव असमवायीकारणनिरूपणम् इत्यस्मिन् विषये पाठः गतः। किमर्थम् असमवायीकारणस्य विषये चिन्तनं जातम् इति चेत्, तत्र इदानीं सङ्ख्या इति विषयः प्रवर्तमानः अस्ति। एकत्वम् इति सङ्ख्या नवसु द्रव्येषु वर्तते इति अधीतम्। तदनन्तरं द्वित्वम् इति अपि सङ्ख्या अस्ति, तस्याः उत्पत्तिः कथं भवति इति किञ्चिदिव मया उक्तं, तत्र अष्टसोपानानि सन्ति इति। किन्तु तत्र मुख्यांशः कः, प्रकृतविषये मुख्यांशः कः इति चेत्, एकत्वम् इति सङ्ख्या द्वित्वस्य कारणं भवति, द्वित्वस्य उत्पत्तेः कारणं भवति इत्यतः तत्र इदानीम् एकत्वम् इति सङ्ख्या कीदृशकारणं भवति इति प्रश्नः उदितः आसीत्। अतः ग्रन्थकारः किं करोति, असमवायीकारणनिरूपणं करोति। तर्हि असमवायीकारणम् इत्युक्ते किम् इति प्रथमं सामान्यतया अवगच्छामः, तदनन्तरं तदाधारीकृत्य कथं वा एकत्वं द्वित्वस्य कारणं भवति इति अग्रे पाठः प्रचलिष्यति। अस्तु, तर्हि तत्र असमवायीकारणस्य लक्षणं किम्, तस्मात् पूर्वं समवायीकारणस्य लक्षणं किम् इति चेत्, यत् स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयत् जनयति तत् समवायीकारणम् इति अस्माभिः अधीतम्। स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं यत् जनयति तत् समवायीकारणम्। तर्हि असमवायीकारणम् इत्युक्ते किम्? यत् समवायेन कारणे स्थित्वा समवायेन कार्यं जनयति तत् असमवायीकारणम् इति सामान्यलक्षणं समवायीकारणस्य, असमवायीकारणस्य। तत्रैव गते वर्गे विजीभगिन्याः प्रश्नः आसीत्, तत्र समवायीकारणम् अपि च समवायसम्बन्धः संयोगसम्बन्धः अनयोः मध्ये कः भेदः इत्यस्मिन् विषये चिन्तनम् आसीत्। तत्र वयमेव ऊहां अहं किञ्चिदिव ऊहां कृतवान्, तस्मिन् विषये मम अपि च सीमाभगिन्याः किञ्चिदिव चर्चा जाता, अपि च गभीररीत्या समवायसम्बन्धस्य विषये पाठः तत्र पुस्तकस्य अन्तभागे दत्तः अस्ति, तद् एकवारं मया पठितं। तर्हि तदाधारीकृत्य किञ्चिदिव वदामि, सर्वं न वदामि, किञ्चिदिव वदामि। प्रथमं समवायः इति सप्तविधपदार्थेषु एकविधपदार्थः, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः। तर्हि समवायः इति एकविधपदार्थः, तस्य स्वरूपं किम् इति चेत् सम्बन्धः। समवायः सम्बन्धं कारयति। तर्हि सम्बन्धः इत्युक्ते किम्? अयम् अनेन विशिष्टः, इमौ सम्बद्धौ इति प्रत्ययस्य कारणं भवति सम्बन्धः। यदि सम्बन्धः इति कश्चन पदार्थः नास्ति तर्हि द्वयोः मध्ये द्वौ सम्बन्धिनौ इति तादृशव्यवहारः न कर्तुं शक्यते। अपि च तत्र अयम् अनेन विशिष्टः, घटविशिष्टभूतलम् इत्युक्ते घटः भूतले अस्ति इत्यत्र भूतलं घटेन विशिष्टः अस्ति। घटेन विशिष्टः इति कथं वक्तुं शक्यते इति चेत् तत्र संयोगसम्बन्धः वर्तते इति कृत्वा एव तादृश व्यवहारः कर्तुं शक्यते इति कृत्वा सम्बन्धः इत्युक्ते किम् इति चेत् अयम् अनेन विशिष्टः, इमौ सम्बद्धौ इति प्रत्ययस्य कारणं भवति सम्बन्धः। तर्हि समवायः एकविधसम्बन्धः अस्ति, अपि च स च सम्बन्धः नित्यसम्बन्धः। तत्र गते वर्गे मया दोषाय उक्तम् अनित्यं भवितुम् अर्हति, किमर्थम् इत्युक्ते तत्र यदा घटस्य नष्टः भवति तदा तत्र घटकपालयोः मध्ये समवायसम्बन्धः अस्ति इति कृत्वा तस्य नाशः अपि स्वीकर्तव्यम् इति तादृशं चिन्तयित्वा मया उक्तं, किन्तु नैयायिकानां मतानुसारं समवायसम्बन्धः नित्यः इति ते स्वीकृतवन्तः। तस्य कारणमस्ति इदानीं तस्मिन् विषये मास्तु, किन्तु समवायसम्बन्धः नित्यः इति अवगन्तव्यम्। तृतीयविषयः अस्ति समवायसम्बन्धः अयुतसिद्धिवृत्तिः इति। अयुतसिद्धवृत्तिः इत्युक्ते कुत्र लभ्यते समवायसम्बन्धः इति चेत् अयुतसिद्धौ लभ्यते। तर्हि अयुतसिद्धः इत्युक्ते कः इति प्रश्नः उदेति। युतसिद्धेः अभावः, न युतसिद्धः अयुतसिद्धः इति भवति अर्थः। तर्हि इदानीं युतसिद्धः इत्युक्ते कः इति प्रश्नः उदेति। तस्य अर्थः अस्ति पृथगाश्रय आश्रितौ युतसिद्धौ इति अर्थः। पृथग् आश्रय आश्रितौ युतसिद्धौ इति अर्थः। तर्हि इदानीं पृथगाश्रयः इत्युक्ते कः इति चेत् स्व अवयवे स्थितिः पृथगाश्रयः इति अर्थः। स्व अवयवे स्थितिः पृथगाश्रयः इति अर्थः जायते। तर्हि युतसिद्धयोः मध्ये संयोगः भवति अयितसिद्धयोः मध्ये समवायः भवति. अनन्तरं स च समवायः एकः एव. यद्यपि तत्र कपालघटकपालयोः मध्ये समवायः लभ्यते, पटतन्त्वोः मध्ये समवायः लभ्यते इति बहुत्र तत्र पञ्च स्थलानि अस्माभिः दृष्टानि किल, अवयव अवयविनोः मध्ये, गुणगुणिनोः मध्ये, क्रियाक्रियावत्योः मध्ये, विशेषनित्यद्रव्ययोः मध्ये, जातिव्यक्तयोः मध्ये समवायसम्बन्धः लभ्यते. सर्वत्र समवायसम्बन्धः लभ्यते, किन्तु एकः एव स च समवायः इति नैयायिकैः स्वीकृतं. किमर्थम् इति चेत् तत्र लाघवाय एकमेव भवतु इति तैः स्वीकृतम्. तदनन्तरं संयोगः इति कयोः मध्ये संयोगः भवति, युतसिद्धयोः मध्ये संयोगः भवति. पूर्वम् अप्राप्तयोः विविक्तयोः भिन्नभिन्नस्थले ते सन्ति, तेषां प्राप्तिः संयोगः इति वदामः. तर्हि इदानीं घटः अन्यत्र अस्ति, उत्पीठिका अन्यत्र अस्ति, इदानीं घटम् आनीय उत्पीठिकायां स्थापयामश्चेत् तयोः मध्ये संयोगः जातः इति वक्तुं शक्यते. अपि च यत्र संयोगसम्बन्धः भवति तत्र आधार आधेयः अपि भवति, तद्विना अपि इत्युक्ते नियमेन भवति इति न वक्तुं शक्यते. इत्युक्ते घटः भूतले वर्तते संयोगसम्बन्धेन इत्यस्मिन् सन्दर्भे घटः आधेयः भूतलम् आधारं भवति, तर्हि तत्र आधार आधेयभावः भवत्येव. किन्तु सर्वत्र यत्र यत्र संयोगः अस्ति तत्र सर्वत्र आधार आधेयभावः अस्ति इति न. अङ्गुलिद्वयोः मध्ये, तत्र अङ्गुलिद्वयं वर्तते, तयोः मध्ये तत्र संयोगः कारयामश्चेत् इदानीम् अङ्गुलिद्वयोः मध्ये संयोगः जातः, तथापि एका अङ्गुली अन्याः आधारः नो चेत् आदेयः तादृशभावः न वक्तुं शक्यते इति कृत्वा संयोगसम्बन्धः यत्र वर्तते तत्र आधार आदेयः भवितुम् अर्हति, न भवितुमपि अर्हति. किन्तु समवायसम्बन्धस्य विषये सर्वदा आधार आधेयभावः भवत्येव. घटकपालयोः मध्ये संयोगसम्बन्धः अस्ति चेत् तत्र घटः सर्वदा आधेयः, कपालः सर्वदा आधारम्. गुणगुणिनोः मध्ये समवायसम्बन्धः वर्तते चेत् तत्र गुणः आधेयः सर्वदा, गुणी द्रव्यम् आधारः, क्रिया आधेयः द्रव्यम् आधारः इति तादृशमेव भवति द्रव्यम् आधारम् इति. तर्हि यत्र यत्र समवायसम्बन्धः अस्ति तत्र सर्वत्र आधार आधेयभावः निश्चयेन वर्तते इति वक्तव्यम्. अस्तु, तावत् पर्याप्तम् इति अहं चिन्तयामि. तर्हि इदानीं प्रायः इतोपि गभीरज्ञानम् अस्माभिः प्राप्तं तत्र समवायः अपि च संयोगः. यद्यपि द्वयमपि सम्बन्धः तथापि तयोः मध्ये कीदृशभेदः वर्तते इत्यस्मिन् विषये किञ्चिदिव ज्ञानं प्राप्तम्. अस्तु, अग्रे गमनात् पूर्वं यस्य कस्यापि प्रश्नः अस्ति वा अस्मिन् विषये? संयोगः अस्ययोः क्रियया तयोः संयोगः. पुनः वदतु भगिनी, न बुद्धम्. पुस्तकमध्ये एतत् अस्ति, अस्ययोः पुटसङ्ख्या 44. अस्ययोः क्रियया तयोः संयोगः, अनन्तरं घटः भूतले संयोगसम्बन्धेन, तत्रापि आधार आधेयभावः अस्ति. सत्यम्. एतत् संयोगः. अनन्तरं समवायः इत्युक्ते तत्र सम्पर्कः, एतदपि सम्बन्धः. विजिभगिन्या एतत् तत्र प्रश्नः पूर्वमासीत् समवायः अनन्तरं संयोगः कथं तत्र भिन्नरूपेण वक्तुम् इच्छति चेत् तत्र किं वक्तव्यं? समवायः इत्युक्ते एकः पदार्थः एव, सप्तपदार्थे एकः समवायः, अनन्तरं सम्पर्कः सम्बन्धः एतदपि अस्ति तत्र घट भूतले संयोगसम्बन्धेन, अनन्तरम् अर्थयोगक्रियया तयोः संयोगः. मम प्रश्नः संयोगः इत्युक्ते आधार आदेयभावः, अनन्तरं समवायः इत्युक्ते अत्र अवगमने किञ्चित् भ्रमः अस्ति. हस्तक्रियायोः मध्ये समवायसम्बन्धः भवितुम् अर्हति, संयोगः न. क्रियाक्रियावतो मध्ये समवायसम्बन्धः एव भवति. सत्यं, किन्तु भगिनी किं वदति, हस्तयोः मध्ये यदा क्रिया जायते तर्हि वामहस्तः दक्षिणहस्तः, अनयोः मध्ये संयोगसम्बन्धः भवति. हस्तयोः मध्ये सम्बन्धः भवति आम्, किन्तु क्रिया हस्तयोः मध्ये न. न, सत्यं, क्रिया हस्तयोः मध्ये समवायसम्बन्धः एव भवति, किन्तु हस्ते यदा क्रिया जायते तेन क्रियया तया क्रियया तत्र हस्तयोः मध्ये सम्बन्धः भवति, स च सम्बन्धः संयोगः. अपि च तस्मिन् सन्दर्भे तत्र हस्तयोः मध्ये आधारादयभावः नास्ति, केवलं सम्बन्धः एव वर्तते. संयोगः कार्यमस्ति, क्रियया संयोगः जायते, अतः सत्यं. किन्तु विजया भगिन्याः प्रश्नः कः इति एतावत्पर्यन्तं मया न अवगतम्. अत्र प्रायः पुनः वदामि, समवायसम्बन्धः यत्र वर्तते, स्पष्टीकरणार्थं मम प्रश्नः, संयोगः इत्युक्ते किं, समवायः इत्युक्ते किम्? अस्तु, समवायः इति समवायः इति पदार्थः, संयोगः इति गुणः इति एकः. समवायसम्बन्धः पञ्चसु स्थलेषु भवति, संयोगसम्बन्धः द्रव्ययोः मध्ये एव भवति इति द्वितीयः. समवायसम्बन्धः अयुतसिद्धौ मध्ये भवति, संयोगसम्बन्धः युतसिद्धौ मध्ये भवति इति तृतीयः भेदः. समवायसम्बन्धे सर्वदा आधार आदेयभावः भवति, किन्तु संयोगसम्बन्धे आधारादेयः भावः भवितुम् अर्हति न अपि भवितुम् अर्हति इति चतुर्थः भेदः. महोदय, क्षम्यताम्, पूर्वम् अयुतसिद्धौ केवलं समवायसम्बन्धेन भवति इति. समवायसम्बन्धः अयुतसिद्धवृत्तिः इत्युक्ते अयुतसिद्धौ यौ पदार्थौ तयोः मध्ये एव समवायसम्बन्धः भवति इति. आम् महोदय, युतसिद्धयो संयोगसम्बन्धौ वर्तते. सत्यम् इति एतावत्पर्यन्तं चत्वारः भेदाः मया उक्ताः. इतोपि भेदः वक्तुं शक्यते, समवायसम्बन्धः नित्यः, संयोगसम्बन्धः अनित्यः. तदनन्तरं पञ्चमभेदः, समवायसम्बन्धः एकः एव, संयोगसम्बन्धः बहुविधाः. आहत्य इदानीम् एतावत्पर्यन्तं षड् भेदाः मया उक्ताः. मया लिखितं, धन्यवादः. महोदय नमस्कारः. महोदय नमस्कारः. अत्र समवायविषये किञ्चित् संशयः अस्ति. अत्र गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः अवयव अवयविनोः विशेषनित्यद्रव्ययोः मध्ये समवायः इति अस्ति. अत्र गुणिनि गुणः समवायेन भवति. सत्यं. क्रियावती क्रिया तत्र समवायेन भवति. सत्यं, क्रियावती क्रिया समवायेन भवति. सत्यं. जातिव्यक्तयोः मध्ये व्यक्त्यां जातिः समवायेन भवति वा? सत्यं. तत्र अनन्तरम् अवयव अवयविनोः तत्र अवयवि अवयवे समवायेन भवति. सत्यं. तद् किमर्थम् अहं पृच्छामि इत्युक्ते तत्र भिन्नरीत्या अवयवि अवयवप्रथमम् अस्ति. पूर्वं गुणः क्रिया तत्सर्वं पूर्वम् आगच्छति पदे. अत्र अवयव अवयविनोः मध्ये अवयवि एव अवयवे समवायेन भवति. सत्यं खलु? आम्. किन्तु तत्र भेदः कः? अहं पृच्छामि. तत्र रिवर्स् आर्डर् मध्ये अस्ति. विपरीतरीत्या तत्र विपरीतरीतिः कः रीतिः का इति पदे गुणगुणिनोः तत्र गुणः गुणि गुणिनि अस्ति इति. ओहोहो, अस्तु अस्तु, भवतु. तत्रैव मम भ्रमः अभवत्. तत्र भिन्नरीत्या न भवितुम् अर्हति. अवयवी अवयव स्वरूपसम्बन्धेन एव भवति. अवयवी अवयवे समवायसम्बन्धेन वर्तते. अवयव अवयवी स्वरूपसम्बन्धेन वर्तते. स्वरूपसम्बन्धेन भवति. तद् स्पष्टीकरणार्थं. तदनन्तरं मम भिन्नप्रश्नः अस्ति. इदानीं गुणगुणिनोः इत्युक्ते पञ्चस्थलेषु समवायः अस्ति चेत् तत्र समवाय पञ्चविधम् इति वक्तुं कः प्रश्नः? समवाय पञ्चविधः. अस्तु, तस्मिन् विषये इदानीं चिन्तनं मास्तु. तत्र लाघवार्थं यत्र यत्र नैयायिकाः लाघवशरणीयाः इति, तर्हि एकमेव समवायः, एकः एव समवायः इति स्वीकृत्य निर्वाहः कर्तुं शक्यते, भवतु तादृशमेव कुर्मः इति. अस्तु, अग्रे आगच्छ. हा, तत्र तस्मिन् विषये तत्र अन्तिमे पुस्तकस्य अन्ते यत्र अस्मिन् विषये दत्तमस्ति तत्र किञ्चिदिव प्रतिपादितमस्ति. किन्तु तत्र केवलम् इदानीं समवायः नित्यः इति नैयायिकैः स्वीकृतं. नित्यः अस्ति चेत् तत्र बहुविध नित्यसमवायसम्बन्धः वर्तते इति किमर्थं स्वीकर्तव्यम्? तत्र सम्बन्ध तत्र सम्बन्धिनौ भिद्यते किल. घटकपालयोः मध्ये भेदः वर्तते, तयोः मध्ये एव समवायसम्बन्धः अस्ति. तर्हि तत्र समवायसम्बन्धस्य निर्वाहार्थं यः समवायसम्बन्धः घटकपालयोः मध्ये अस्ति, अपि च यः समवायसम्बन्धः पटतन्त्वोः मध्ये अस्ति, तयोः मध्ये भेदस्य निर्वाहार्थं तत्र सम्बन्धस्य अवच्छेदकं स्वीकृत्य तादृशं वक्तुं शक्यते इति कृत्वा तत्र लाघवार्थम् एकः इति स्वीकृतम्. तर्हि तत्र तन्तौ विद्यमानसमवायः तन्तुनिष्ठसमवायः, घटे कपाले विद्यमानसमवायः कपालनिष्ठसमवायः इति वदामश्चेत् यद्यपि समवायः एकः तथापि तत्र इदानीं मया व्यवहारः कृतः किल भेदं इति कृत्वा तत्र लाघवाय एकमेव भवतु इति स्वीकृतम्. अस्तु, अग्रे गच्छेम. हा, तर्हि अद्य नवतितमपुटे एवं तन्तुद्वयसंयोगे अपि इति. अतः तस्मात् तत्र पूर्वस्मिन् परिच्छेदे अस्माभिः किं पठितम् इति चेत् तत्र कपालद्वयोः मध्ये संयोगः जायते. संयोगः यदा न जायते तर्हि घटस्य उत्पादनं न भवति. अपि च कपालद्वयोः मध्ये यः संयोगः जायते स च संयोगः भिन्नपदार्थः गुणः इति कृत्वा कपाले जायमानसंयोगः घटं प्रति एकविधकारणं भवति। तर्हि कीदृशकारणम् इति चेत्, संयोगः इति गुणः कपाले समवायेन स्थित्वा समवायेन कार्यं जनयति, इत्युक्ते तत्र घटः अपि समवायेन कपाले अस्ति इति कृत्वा इदानीं कपाले विद्यमानसंयोगः घटं प्रति, घटम् इति कार्यं प्रति असमवायी कारणम् इति तावदस्माभिः अधीतम्। अग्रे परिच्छेदे अन्यदपि उदाहरणं दत्तमस्ति, तत् पठेम। तर्हि सीमा भगिनी आरब्धुमिच्छति वा? एवं तन्तुसंयोगोऽपि। आम् महोदय, एवं तन्तुद्वयसंयोगोऽपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पटासमवायिकारणम्। यथा समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, तथैव इहापि समवाय एव। कारणाधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात्। अत्र अत्र तन्तुद्वयसंयोगः अस्ति चेत् एव पटस्य उत्पत्तिः भवति। यत् पूर्वं द्रष्टं संयोगः घटकार्ययोः अन्वयव्यतिरेकसहचारः अस्ति, तथैव अत्रापि तन्तुद्वयसंयोगः अपि च पटात्मककार्ययोः अन्वयव्यतिरेकसहचारः अस्ति। इत्युक्ते तन्तुद्वयसंयोगः अस्ति चेत् पटात्मकं कार्यमस्ति, तन्तुद्वयसंयोगः नास्ति चेत् पटात्मकं कार्यं नास्ति। तन्तुद्वयसंयोगः तन्तौ समवायेन अस्ति, अतः तेन जनितं कार्यं प्रति तन्तुद्वयसंयोगः असमवायिकारणं भवति। अत्र समवायिकारणेन यः कार्यं भवति तयोः सम्बन्धः यः अस्ति सः समवायिसम्बन्धः अस्ति, तस्य अवच्छेदकः अस्ति कार्यता। अतः समवायिकारणे कार्यतावच्छेदकसम्बन्धः यत् अस्ति सः सम्बन्धः समवायिसम्बन्धः, तत्र इह अपि समवाय एव। अत्र एवं चिन्तयतु भगिनि, घटे कार्यता कुत्र विद्यते, कारणता कुत्र विद्यते इति प्रथमं वदतु। घटे कार्यता विद्यते, कपाल द्वयसंयोगे कार्यता, क्षम्यताम्, ओके, पटे कार्यता विद्यते अपि च तन्तौ कारणता विद्यते। अत्र तु अस्माकं विवक्षा असमवायिकारणे, तर्हि तन्तौ यद्यपि कारणता विद्यते अत्र तन्तुसंयोगे कारणता विद्यते। सत्यं, किन्तु अत्र तन्तौ तन्तौ द्वयसंयोगः अपि च पटात्मककार्ययोः असमवायिसम्बन्धः अस्ति, अतः अहं समवायसम्बन्धः कुत्र अस्ति तेन आधारेण वदामि। तन्तौ अपि च संयोगः तयोः मध्ये समवायसम्बन्धः अस्ति। संयोगः कार्यमस्ति, तन्तवः अधिकरणं वा कारणमस्ति, अतः तन्तौ समवायिकारणे संयोगरूपकारिता अवच्छेदकसम्बन्धः यदस्ति सः सः समवायसम्बन्धः. कारणाधिकरणे कपालद्वयसंयोगाधिकरणे अत्र कारणमस्ति संयोगः, कार्यमस्ति कपालः. एतादृश कपालः कथं वा कार्यं भवति? क्षम्यतां महोदय, कपालः कार्यमिति भवत्या उक्तं. न न, घटं कार्यमस्ति. क्षम्यतां, घटं कार्यमस्ति. क्षम्यताम्. अत्र कारणाधिकरणे इत्युक्ते कपालद्वयसंयोगाधिकरणे कपाले घटं समवायेन उत्पद्यते. अतः अत्र कारणद्वयमस्ति इति मम चिन्तनमस्ति. प्रथमं कारणं तु अस्ति कपालः, द्वितीयकारणमस्ति कपालद्वयसंयोगः. अतः कारणाधिकरणे कपालद्वयसंयोगाधिकरणे संयोगः अपि कार्यमस्ति. सः तत् कार्यं कपाले वर्तते. अतः संयोगाधिकरणे कारणाधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटं समवायेन उत्पद्यते इति अस्ति. क्षम्यतां, प्रतिपादनक्लेशः. आमाम्, अत्र एवं कुर्मश्चेत् अत्र प्रथमं कार्यं किं कारणं किम् इति अस्माकं मनसि भवेत्. प्रथमं वयं स्वीकुर्मः घटः कार्यं, कपालः कारणम्. इदानीं समवायिकारणम् इति स्वीकुर्मः. तर्हि कपालः कारणं, घटः कार्यं. घटे कार्यता, कपाले कारणता. घटे कार्यता, कपाले कारणता. स च कार्यता, या कार्यता कपाले विद्यते सा तादात्म्यसम्बन्धेन अवच्छिन्ना. समवायसम्बन्धेन न, इदानीं घटः कार्यं, कपालः कारणं. समवायिकारणम् अहं निरूपयन् अस्मि. तर्हि घटे कार्यता, कपाले कारणता. कपालः स्वस्मिन् केन सम्बन्धेन तिष्ठति? तादात्म्यसम्बन्धेन तिष्ठति. अपि च तस्मिन्नेव कपाले कार्यता कारणता अपि अस्ति इति कृत्वा कपाले विद्यमानकारणता तादात्म्यसम्बन्धेन अवच्छिन्ना. घटे विद्यमानकार्यता समवायसम्बन्धेन अवच्छिन्ना. घटः कपाले समवायसम्बन्धेन वर्तते इति कृत्वा अतः तत्र समवायसम्बन्धकारणं निरूपितं भवति. इदानीम् असमवायिकारणस्य विषये अस्माकं चिन्तनं. तर्हि कारणं किं? संयोगः. कपालद्वयोः मध्ये यदा यः संयोगः तद् कारणं. कार्यमस्ति घटः. संयोगे कारणता अस्ति. सा कारणता केन सम्बन्धेन अवच्छिन्ना इति चेत् समवायसम्बन्धेन अवच्छिन्ना. पुनः कार्यं किं? घटं, घटः. घटे कार्यता, सा कार्यता केन अवच्छिन्ना? समवायसम्बन्धेन अवच्छिन्ना. असमवायसम्बन्धः इति किमपि सम्बन्धः नास्ति. घटे कार्यता अस्ति, सा कार्यता केन अवच्छिन्ना इति चेत् समवायसम्बन्धेन. इदानीं घटः कपाले समवायसम्बन्धेनैव वर्तते किल. तर्हि घटे समवायसम्बन्धः अस्ति, घटे कार्यता अस्ति इति कृत्वा घटे विद्यमानकार्यता समवायसम्बन्धेन अवच्छिन्ना भवति इति कृत्वा तत्र इदानीम् अपि च द्वयमपि संयोगः कपाले वर्तते, घटः अपि कपाले वर्तते इति कृत्वा तत्र परम्परासम्बन्धतया घटे कपाले विद्यमानसंयोगः घटं प्रति कारणं भवति, किन्तु साक्षात् समवायिकारणं न भवति, असमवायिकारणं भवति. समवायसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इत्यतः. आं महोदय, किन्तु यत् भवता उक्तं तस्मिन् विषये एकः प्रश्नः अस्ति. कपालद्वयसंयोगः कारणमस्ति घटं प्रति. कपालद्वयसंयोगः असमवायिकारणमस्ति अस्ति घटं प्रति, यतोहि परम्परया कपाल अपि च कपालद्वयसंयोगमध्ये समवायिसम्बन्धः अस्ति, अपि च कपालद्वयसंयोग अपि च घटं प्रति भवता उक्तं समवायिसम्बन्धः अस्ति. आम्, न तत्र तादृशं यदा इदानीं साक्षात् सम्बन्धः नास्ति किल, कपाले विद्यमानसंयोगः अपि च घटः अनयोः मध्ये साक्षात् सम्बन्धः यः कोऽपि सम्बन्धः न वक्तुं शक्यते. अस्तु, तदेव मम प्रश्नः. यः कोऽपि सम्बन्धः न वक्तुं शक्यते, अत्र संयोगे कारणता अस्ति अपि च संयोगे समवायसम्बन्धः अस्ति. तर्हि संयोगे विद्यमानकारणता समवायसम्बन्धेन अवच्छिन्ना इति वदामश्चेत् क्लेशः नास्ति. घटे कार्यता अस्ति, घटे समवायसम्बन्धः अस्ति. केन सह? तद् भवतु, तत्र केन सह इति चेत् घटः समवायसम्बन्धेन कपाले वर्तते, संयोगः अपि समवायसम्बन्धेन कपाले वर्तते इति तु सत्यम्. किन्तु कार्यता केन अवच्छिन्ना भवति इति चेत् तत्र कपालनिष्ठा इति प्रायः इतोपि वक्तव्यम् अस्ति स्पष्टतया वक्तव्यं चेत्. किन्तु अत्र लक्षणं किम् इति चेत् समवायसम्बन्धेन कार्याधिकरणे समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन यत् कार्यं जनयति तत् असमवायीकारणम् इत्यस्य लक्षणम्. तर्हि इदानीम् उक्तं खलु, कपा संयोगे कार्यकारणता अस्ति, स च कारणता समवायसम्बन्धेन अवच्छिन्ना. घटे कार्यता अस्ति, स च कार्यता समवायसम्बन्धेन अवच्छिन्ना. अपि च द्वयमपि एकस्मिन् अधिकरणे कपाले वर्तते, समान अधिकरणे वर्तते इति कृत्वा तत्र समानाधिकरण्यं जातम् अनयोः मध्ये, घटः अपि च कपालम् संयोगः अनयोः मध्ये सामान्यधिकरणीयं जातम् इति कृत्वा तत्र इदानीं परम्परासम्बन्धः वक्तुं शक्यते. तर्हि संयोगः स्वस्मिन् कार्याधिकरणे तत्र स्वस्मिन् अधिकरणे समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति, तदेव असमवायिकारणस्य लक्षणम्. तर्हि संयोगस्य अपि च घटस्य मध्ये साक्षात् सम्बन्धः यः कोऽपि सम्बन्धः न वक्तुं शक्यते. कार्य अस्तु, कार्यकारणतासम्बन्धः अपि न वक्तुं शक्नुमः. न, कार्यकारणतासम्बन्धः भवता प्रतिपादितं किल, तत्र अन्वयसहचारः व्यतिरेकसहचारः उक्त्वा, किन्तु तत्र सहचारम् उक्त्वा एव कार्यकारणभावः निरूपितः, न तु सम्बन्धं स्वीकृत्य. अतः एव तत्र इतः कार्यकारणभावः यत्र यत्र सम्बन्धः अस्ति तत्र तत्र कार्यकारणभावः अस्ति न वक्तुं शक्यते. अतः एव तत्र सहचारः, अन्वयसहचारः, व्यतिरेकसहचारः इति भिन्नचिन्तनं कृत्वा तत्र भिन्नसिद्धान्तमस्ति तत्. तदाधारेण कार्यकारणभावः साधितः, तर्हि इदानीं कार्यकारणभावः साधितः इति कृत्वा तत्र सम्बन्धः इदानीं वक्तव्यः भवति. सम्बन्धः अपि सम्बन्धस्य अपेक्षा अस्ति, यत्र यत्र कार्यकारणभावः अस्ति तत्र सम्बन्धः वक्तव्यः एव, किन्तु यत्र यत्र सम्बन्धः अस्ति तत्र सर्वत्र कार्यकारणभावः भवेत् इति नियमः नास्ति. सम्बन्धं विना कार्यकारणभावः न लभ्यते. अस्तु, अग्रे गच्छामि. धन्यवादः. धन्यवादः. अस्तु, श्रीराम महोदय अग्रे पठति वा? कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् इह भवति समवाय एव, तथा च समवायिसम्बन्ध अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वं समवायिकारणत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तदेव तटस्थलक्षणम्। अत्र असमवायिकारणस्य लक्षणम् उक्तमस्ति, कारणतावच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम्। कारणतावच्छेदकसम्बन्धः समवायिकारणत्वे, इदानीं समवायिकारणत कारणस्य विषये पश्यामश्चेत् तत्र तादात्म्यसम्बन्धेन यत् स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति भवति। तत्र तादात्म्ये सम्बन्धेन एव तादात्म्यसम्बन्ध एव कारणता अवच्छेदकः भवति। अत्र इदानीं असमवायिकारण लक्षणनिरूपणे यत् यः समवायेन कार्याधिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति तदेव समवाये असमवायिकारणम्। इदानीं नैयायिकशैल्यां वदामश्चेत् समवायसम्बन्ध अवच्छिन्नकार्यतानुरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् असमवायिकारणत्वम् इति भवति। अत्र सम्बन्धद्वयम् अपि समवायसम्बन्ध एव, असमवायकारणस्थले सम्बन्धद्वयम् अपि कारणता अपि च कार्यतायाः कारणता कार्यतायोः सम्बन्धः समवायसम्बन्ध एव। पूर्वं समवायिकारणस्थले कार्यतायाः सम्बन्ध अवच्छेदकः अस्ति तादात्म्यसम्बन्धः, अयमेव भेदः अत्र। तर्हि समवायसम्बन्ध समवायिकारणम् असमवायिकारणं तत्र स्थलद्वये अपि कार्यतावच्छेदकसम्बन्धः एकः एव समवायसम्बन्धः, किन्तु कारणतावच्छेदकसम्बन्धः भिद्यते। समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः, असमवायिकारणे कारणतावच्छेदकसम्बन्धः असमवायि क्षम्यतां समवायसम्बन्धः इति भवति। अस्तु समीचीनम्, अग्रे गच्छेम। विजय भगिनी पठति वा? अपि च अत्र एकम् उक्तमस्ति, तदेव असमवायिकारणस्य च तदेव तटस्थलक्षणम् इति उक्तम्। तर्हि एकचत्वारिंशत्तमपुटे पश्यामश्चेत् आधार आदेयभावः धर्मधर्मीभावः सुस्पष्टः भवति, इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते। तथा च शासनात्वम् इत्यनेन शासना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते। अतः आधार आदेयभावः धर्मधर्मीभावः स्पष्टः भवति। तादृशभावः यत्र सुस्पष्टेन ज्ञायते तदेव तटस्थलक्षणम् इति वदामः इति तस्य परामर्शः अत्र कृतः, वैशिष्ट्यं किमपि नास्ति। अस्तु, तर्हि धर्मधर्मीभावः इति अवगन्तव्यम्। हा, अग्रे विजी भगिनी। प्रयत्नं करोमि महोदय। इदमेव ग्रन्थकृता कार्यमिन्नर्थे समवेतं सत् कारणम् असमवायीकारणम् इति उक्तम्। कार्येण घटेन सह एकस्मिन्नर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायीकारणम्। यद्यपि च मूले कार्येन कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तथापि तत्रत्यः कार्येन सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायीकारणनिरूपण उपयोगी कारणेति अंशः द्वितीयस्य असमवायीकारणस्य निरूपणाय तत्तु यथावसरं निरूपयिष्यति. इदमेव ग्रन्थकृता कार्येन एकस्मिन् अर्थे समवेतं समवेतम् इत्युक्ते किं महोदय सत् कारणम् असमवायीकारणम् इति उक्तं. समवेतम् इत्युक्ते किं महोदय कार्येण अग्रिमवाक्ये दत्तमस्ति किल तत् पठतु अग्रिमवाक्यं पठतु. कार्येन घटेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानं यत् कारणम् असमवायीकारणं गतेन सह एकस्मिन् अर्थे समवाये समवायीकारणं अत्र अत्र भगिनी अत्र एवं पठतु कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणम् इति तर्कसङ्ग्रहे दत्तं तस्यैव अर्थः द्वितीयवाक्ये सः वदति कार्येण इत्युक्ते किं घटेन सह अत्र कार्यं कार्येण अत्र कार्यं किं घटम् अस्ति किल घटः एव कार्यं तर्हि कार्येण सह घटेन सह इति अर्थम् एकस्मिन्नर्थे समवेतम् इत्युक्ते किं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायीकारणम् तर्हि अत्र कारणं किं संयोगः कपालद्वयोः मध्ये यः संयोगः अस्ति तद् कारणं तत् कारणं कुत्र लभ्यते कपाले एव लभ्यते केन सम्बन्धेन समवायसम्बन्धेन तर्हि समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानत्वम् एव विद्यमानं समवेतम् इति वदामः तर्हि यद्यद् समवायसम्बन्धेन आधेयत्वेन अन्यस्मिन् अधिकरणे वर्तते तस्य भिन्ननाम अस्ति समवेतम् नीलरूपं घटे वर्तते तर्हि नीलरूपं समवेतम् अस्ति समवायसम्बन्धेन वर्तते इति कृत्वा अस्तु शृणोतु तर्हि पुनः वदामि तत्र कार्येण एकस्मिन् अर्थे समवेतं सत्कारणम् असमवायीकारणम् इति उक्तमिति स्थूलाक्षरैः यद् लिखितं तत् मूलग्रन्थे तर्कसङ्ग्रहे उक्तम् अत्र प्रत्येकं पदस्य विवरणं ददाति कार्येण इत्युक्ते घटेन सह अत्र कार्यं किं घटः किल कार्येण इत्युक्ते घटेन सह तत्र किमर्थं तृतीया उपक्तम् इति चेत् सः इति पदमागच्छति इत्यतः कार्येण घटेन सह इति अर्थः एकस्मिन् अर्थे समवेतम् इत्यस्य अर्थः कः समवायसम्बन्धेन विद्यमानं सत् इति अर्थः तर्हि समवेतम् इत्यस्य अर्थः कः इति चेत् यद् अन्यस्मिन् समवायसम्बन्धेन वर्तते तस्य पर्यायपदमस्ति समवेतम् इत्युक्ते नीलरूपं घटे अस्ति इति वदामश्चेत् इदानीं नीलरूपं समवेतं भवति किमर्थं समवायसम्बन्धेनैव घटे वर्तते किल समवेतं सत् इति कृत्वा नीलरूपस्य समवेतम् इति वक्तुं शक्यते तादृशकारणम् अस्ति असमवायीकारणं महोदय हा अत्र एकस्मिन् अर्थे इत्युक्ते कपाले स्वीकुर्मश्चेत् इतोपि सरलता भवति अवगमने सत्यम् एकस्मिन् अर्थे इत्युक्ते कपाले समवेतं समवायेन विद्यमानं सत् कारणम् असमवायी सत्यं भगिनि. अर्थे किम्? अर्थे इत्युक्ते किम्? अर्थे इत्युक्ते वस्तु विषयः इति स्वीकरोतु. ओके, एकस्मिन् अर्थे समवेतं समवायेन विद्यमानं कारणम् असमवायेन घटेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कारणम् असमवायी कारणं कारणम्. ओके, यद्यपि च मूले कार्येण कारणेन सह यस्मिन् अस्ति इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे अत्र तु कार्येण सह एकस्मिन् अर्थे समवेतम् इति घटे विद्यमान कारणं किल न घटे विद्यमानकारणम् इत्युक्ते किं कार्यं घटः तु कार्यम् अत्र कार्ये किमपि कारणं विद्यते वा न कार्येण सह एकस्मिन् अर्थे समवेतम् इति कपालद्वयम् अस्ति न अत्र अहं किञ्चित् किञ्चित् जाटिल्यमस्ति अहं वदामि अत्र पश्यतु मूले कार्येण कारणेन सह एकस्मिन् अर्थे इति एव लिखितम् अत्र कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम् इति प्रथमपङ्क्तौ दत्तमस्ति. वस्तुतः मूलग्रन्थे कथं लिखितम् इति चेत् कार्येण कारणेन सह एकस्मिन् अर्थे इति लिखितमस्ति. किमर्थं कार्येण अपि च कारणेन सह इति पदद्वयं प्रयुक्तम् इति चेत् तत्र असमवायीकारणे द्विविध असमवायीकारणम् अस्ति इति बोधनार्थम्. तस्मिन् विषये तत्र इदानीं किञ्चित् म्यूट् मध्ये भवतु भगिनी, प्रतिध्वनिः आगच्छति इति कृत्वा अहं किञ्चित् वदामि. इतोपि गभीरचिन्तनम् अग्रे आयास्यति. ग्रन्थकारैः वदति किल, तत्तु यथा अवसरं निरूपयिष्यते अग्रे निरूपयिष्यामि इति सः वदति. किन्तु अत्र किम् इति अहं किञ्चिदेव वदामि. असमवायीकारणं किम् इति इदानीम् अस्माभिः ज्ञातं यत् समवायेन स्थित्वा समवायेन कार्यं जनयति तत् असमवायीकारणम्. तत्र द्वैविध्यम् अस्ति, प्रथमविध असमवायीकारणं द्वितीयविध असमवायीकारणम्. प्रथमविध असमवायीकारणं किम्? कार्येण सह एकस्मिन् अर्थे समवेतं यत् कारणं तद् प्रथमविध असमवायीकारणम्. इत्युक्ते इदानीं कपालसंयोगः घटं प्रति असमवायीकारणम् इति वयं ज्ञातवन्तः. अत्र संयोगः कुत्र वर्तते? कपाले वर्तते. घटः कुत्र वर्तते? तदपि कपाले वर्तते. तर्हि संयोगः अपि च घटः अनयोः मध्ये सामानाधिकरण्यम् अस्ति. संयोगः घटः घटेन कार्येण सह एकस्मिन् अर्थे कपाले वर्तते इति कृत्वा संयोगः प्रथमविध असमवायीकारणम्. इदानीं द्वितीयविध असमवायीकारणस्य उदाहरणम् अहं वदामि. पश्यतु, इदानीं घटे परिमाणमस्ति किल, नो चेत् रूपं, रूपमिति स्वीकुर्मः. घटे विद्यमानरूपं कपालद्वयमस्ति, कपालद्वये अपि नीलरूपमेव अस्ति इति चिन्तयतु. तर्हि तादृशनीलरूपकपालयोः मध्ये यदा संयोगः जायते तर्हि घटः उत्पद्यते. किन्तु तस्मिन् घटे कीदृशरूपम् उत्पद्यते इति चेत् नीलरूपमेव उत्पद्यते, न तु रक्तरूपं, न तु पीतरूपम्. घटे कपाले नीलरूपमस्ति चेत् उत्पद्यमानघटे अपि नीलरूपम् एव जायते. तर्हि तत्र कपाले विद्यमानरूपम् अपि च घटे विद्यमानघटे जायमानरूपम् अनयोः मध्ये कारणकार्यभावः अस्ति एव. तत्र अन्वयसहचारः व्यतिरेकसहचारः वक्तुं शक्यते. इति कृत्वा इदानीं कपाले विद्यमानरूपं घटे विद्यमानरूपं प्रति असमवायीकारणं किमर्थं रूपे कार्यकारणता अस्ति अपि च सा कारणता केन अवच्छिन्ना इति चेत् समवायसम्बन्धेन अवच्छिन्ना भवति घटे विद्यमानरूपे कार्यता अस्ति सा कार्यता केन अवच्छिन्ना समवायसम्बन्धेन अवच्छिन्ना अस्ति तर्हि समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इत्यतः कपाले विद्यमानलीलरूपं घटे विद्यमानलीलरूपं प्रति असमवायिकारणमस्ति किन्तु इदानीं कपालः समान अधिकरणं वा इति द्रष्टव्यम् कपाले विद्यमानरूपं प्रति कपालः एव अधिकरणं किन्तु घटे विद्यमानरूपं प्रति घटः एव अधिकरणं न तु कपालः तत्र इतोपि एकं स्तरम् उपरि गच्छति तर्हि घटे विद्यमानरूपं घटरूपं कपालरूपम् अनयोः मध्ये सामानाधिकरण्यं वर्तते इति न वक्तुं शक्यते कपालरूपं कपाले वर्तते घटः कपाले वर्तते घटरूपं घटे वर्तते इति कृत्वा इदानीं घटः घटे विद्यमानरूपं प्रति कारणं भवति किल घटः कारणं भवति कस्य घटे विद्यमानरूपं प्रति घटः कारणं भवति स च घटः कपाले विद्यमानरूपेण सह समान अधिकरणे वर्तते इत्युक्ते घटः अपि च कपालरूपम् अनयोः मध्ये समानाधिकरण्यं वर्तते तर्हि इदानीं कपालरूपं कारणेन सह वर्तते न तु कार्येण अत्र कार्यं किं घटे विद्यमानरूपं तस्य कारणं किं घटः इति कृत्वा कपाले विद्यमानरूपं कारणेन सह वर्तते कुत्र वर्तते कपाले वर्तते एकस्मिन् अर्थे कपाले वर्तते इति कृत्वा कपाले विद्यमानरूपं घटे जायमानरूपं प्रति द्वितीयविध असमवायीकारणं भवति इति अत्र उक्तमस्ति किन्तु तस्मिन् विषये इदानीं द्वितीय असमवायीकारणस्य विषये अग्रे ग्रन्थकारः वक्ष्यति किन्तु एतदेव द्वितीयविध असमवायीकारणं तर्हि अस्माकम् अवगमनं कुत्र भवेत् इति चेत् कपाले विद्यमानसंयोगः घटं प्रति प्रथमविध असमवायीकारणमस्ति किमर्थं प्रथमविध असमवायीकारणम् इति चेत् कपाले कार्येण सह वर्तते एकस्मिन् अर्थे कार्येण सह वर्तते इति कृत्वा प्रथमविध असमवायीकारणं तर्हि कार्येण सह कारणं वर्तते चेत् प्रथमविध असमवायीकारणं कारणेन सह एकस्मिन् अर्थे वर्तते चेत् द्वितीयविध असमवायीकारणम् अत्र किञ्चित् कारणेन सह इत्युक्ते कारणं किम् इति मनसि भवेत् अन्तिम अन्ततो गत्वा यः कार्यमस्ति तस्य कारणं तेन सह यः कोऽपि वर्तते चेत् तद् द्वितीयविध असमवायीकारणम् एवमेव कपाले विद्यमानपरिमाणम् अपि घटे जायमानपरिमाणं प्रति द्वितीयविध असमवायीकारणं भवति इति मनसि भवेत् अस्तु अत्र सन्देहः वर्तते वा बुद्धं वा समीचीनं तर्हि शिवराममहोदय पुनः एकवारं वक्तुं प्रयत्नं करोति वा न महोदय अहं शृण्वन् अस्मि अहं बहु समीचीनरीत्या शृण्वन् अस्मि अहं सर्वम् अस्तु किन्तु भवतु किन्तु किञ्चित् अवगतं खलु न किञ्चित् अवगतम् अद्य बहु एकाग्रत्यां सर्वं श्रुतवान् अहं सर्वम्. अस्तु अस्तु, अग्रिमरेव वदामि अहं, पठनास्मि किञ्चित् अहम् अवगतम् अवगतं. कारण अवच्छिन्नता तथा कार्य अवच्छिन्नता इति विषये किञ्चित् अवगमनं भवति. सत्यं, कारणेन अवच्छिन्नता अस्ति अस्ति चेत् तत्र असमवायिकारणं तत्र भवति. अपि च तत्र असमवायिकारणे एव द्वैविध्यं मया उक्तम् इदानीम्. कार्येन सह भवति चेत् प्रथमविध असमवायिकारणं, कारणेन भवति चेत् द्वितीयविध असमवायिकारणम्. अस्तु, तत्र एतादृशमपि अस्तु, धन्यवादः महोदय. एतादृशमपि अवगन्तुं शक्यते. समवायीकारणं तु द्रव्यमेव भवति इति अस्माभिः अधीतं. समवायीकारणं द्रव्यमेव भवति. कपालः घटं प्रति असमवायी, क्षम्यतां, समवायीकारणं. कपालः घटं प्रति समवायीकारणं. तर्हि समवायीकारणं सर्वदा द्रव्यमेव भवति. यत्र द्वितीयवाक्यमहं न वदामि इदानीं, भवतु. समवायीकारणं द्रव्यमेव भवति इति प्रथमं. प्रथमविध असमवायीकारणस्य विषये तत्र कारणं गुणं भवति, कार्यं द्रव्यं भवति. प्रथमविध असमवायीकारणस्थले कारणं गुणः भवति, कार्यं द्रव्यं भवति. द्वितीयविध असमवायीकारणे कारणस्थले कारणं गुणः भवति, कार्यमपि गुणः भवति इति भेदः. अस्तु, अग्रे गच्छेम. तर्हि कः पठति? विजया भगिनी पठति वा? एवं अस्तु जि. एवं द्रव्यगतम् एकत्वमपि समवायेन घटे स्थित्वा तत्र द्विरूपं गुणम् उत्पादयति इति तदपि द्वित्वस्य असमवायिकारणं भवति. एवं द्रव्यघटम् एकत्वमपि तत्र द्रव्यं गुणमिति अस्ति, तत्र द्रव्यघटं, द्रव्यघटम् इत्युक्ते किं जि? एकत्वम् इति कीदृशगुणः? एकत्वम् इति कीदृशगुणः? संख्या इति गुणः अस्ति किल? संख्या इति गुणः, संख्या इति गुणः द्रव्ये एव भवितुमर्हति. गुणः सर्वदा गुणिनी एव भवति इति कृत्वा एकत्वम् इति गुणः द्रव्ये वर्तते. तदेव द्रव्यगतम् एकत्वमपि समवायेन घटे स्थित्वा एकत्वम् इति संख्या घटे द्रव्ये वर्तते. अग्रे वदतु भगिनि, तत्र द्वित्वरूपं समवायेन, समवायसम्बन्धेन घटे स्थित्वा तत्र द्वित्वरूपम्. अस्तु, तत्र इत्युक्ते कुत्र? एकनिमिषं, तत्र इत्युक्ते कुत्र? तत्र घटस्य पुरतः वा? न न, घटस्य पुरतः किमर्थम्? तत्र इत्युक्ते घटे एव. द्वित्वं कुत्र जायते? घटे एव जायते किल? तत्र इत्युक्ते घटे एव. तत्र समवायेन, समवायेन घटे स्थित्वा तत्र, तत्र इत्युक्ते तत्र एकत्वम् इति सूचयति वा? एकत्वम् इति घटे, एकत्वं घटे वर्तते. एकत्वं घटे द्वित्वं कारयति. द्वित्वम् इति भिन्नसङ्ख्या अस्ति, एकत्वम् इति भिन्नसङ्ख्या अस्ति, द्वित्वम् इति भिन्नसङ्ख्या अस्ति. तत्र द्वित्वरूपं गुणम् उत्पादयति, तत्र प्रथमं पूर्वम् एकत्वम् इति असमवायिकारणम् इति दृष्टवन्तः. तत्र कथमिति निरूपयतु इदानीं, असमवायिकारणम् इति कथं निरूपयतु इदानीम्? असमवायिकारणस्य लक्षणं किम्? असमवायि कारणं तत्र समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणं. समीचीनम्. अत्र इदानीं कार्यं किं कारणं किम्? यः परिच्छेदः भवत्या पठितः तत्र कारणं किं कार्यं किम्? कार्यं तत्र घटः, कारणं तत्र कपालः. न भवती यत् परिच्छेदं पठितवती तत्र, ओ तत्र कारणं किं कार्यं किम्? तत्र समवायेन स्थित्वा न भगिनि, कारणं किम् इति कार्यं किं तावदेव वदतु, तत्र सम्बन्धः मया न पृष्टः. कारणम् एकत्वं, कार्यं द्वित्वम्. यः परिच्छेदः भवत्या पठितः तत्र कारणम् एकत्वं, कार्यं द्वित्वम्. एकत्वं कुत्र अस्ति? वदति वा भगिनि. एकत्वं तत्र असमवायिकारणे अस्ति वा? न साक्षात् द्रव्यं किम् इति वदतु, अत्र उदाहरणं. घटे विद्यमानः घटे विद्यमान रूपं यत् अस्ति तत् एव तत् अत्र रूपस्य विषये किमपि चिन्तनं नास्ति भगिनि. भगिनि अत्र अवगच्छतु, अस्मिन् परिच्छेदे कारणमस्ति एकत्वं, कार्यमस्ति द्वित्वम्. एकत्वम् इति संख्या, द्वित्वम् इति अपि संख्या. एकत्वं कुत्र विद्यते? घटे. यद् एकत्वं कुत्र अस्ति? घटे अस्ति किल? हा, तेन एकत्वेन एकत्वमपि घटे अस्ति, द्वित्वमपि घटे अस्ति खलु? हा सत्यं. तर्हि एकत्वं केन सम्बन्धेन घटे अस्ति? समवायसम्बन्धेन. द्वित्वं केन सम्बन्धेन घटे अस्ति? एतदपि एतदपि इत्युक्ते समवायसम्बन्धेन इति वदतु. एतदपि समवायसम्बन्धेन अत्र तिष्ठति. सत्यम्. अपि च एकत्वं द्वित्वं प्रति कारणमस्ति. अत्र एकत्वं कारणं, द्वित्वं कार्यं. तर्हि एकत्वे कारणता अस्ति, द्वित्वे कार्यता अस्ति, द्वयमपि समवायसम्बन्धेन एव अवच्छिन्ना भवति. इत्यतः एकत्वं द्वित्वं प्रति असमवायीकारणम्, अपि च प्रथमविध असमवायीकारणं, कार्येन सह एकस्मिन् अर्थे घटे तिष्ठति इति कृत्वा. बुद्धं खलु? अस्तु जि. हा, तत्र नैयायिकाः किं वदन्ति, प्रथमं घटः जायते, यदा घटः जायते अग्रिमक्षणे तस्मिन् घटे एकत्वम् इति सङ्ख्या, तत्र एकत्वम् इति साधारणगुणः इति अस्माभिः अधीतं किल, तर्हि अस्माकम् अपेक्षा विना एकत्वम् इति सङ्ख्या घटे जायत एव। तदनन्तरम् इदानीं मम पुरतः घटद्वयं विद्यते, मयि अपेक्षा जाता अत्र कति घटाः सन्ति इति, तादृश अपेक्षा जाता, तर्हि अहं गणनं करोमि, एकं द्वे इति तादृशगणनं यदा अहं करोमि तदा एव प्रत्येकं घटे द्वित्वम् इति नूतनगुणः जायते इति नैयायिकानां मतं। तत्र द्वित्वं पूर्वं न आसीत्। इदानीं त्रयः घटाः मम पुरतः सन्ति चेत् एकं द्वे त्रीणि इति तादृशम् अहं गणनं करोमि चेत् तत्र त्रित्वं प्रत्येकं घटे जायते इति नैयायिकानां मतम्। अपि च तादृशद्वित्वं प्रति त्रित्वं प्रति एकत्वं, घटे विद्यमान एकत्वम् असमवायीकारणं भवति, अपि च प्रथमविध असमवायीकारणं भवति। किमर्थं प्रथमविध असमवायीकारणं? कार्येण सह एकस्मिन् अर्थे घटे तिष्ठति एकत्वम् इति कृत्वा प्रथमविध असमवायीकारणं भवति इति अत्र अत्र लिखितम्। अतः एव अस्मिन् सन्दर्भे असमवायीकारणस्य विषये चिन्तितम्। एकत्वम् अस्माकम् अपेक्षा विना घटे प्रत्येकं द्रव्ये जायते इति अवगन्तव्यम्। यदा एकत्वम् इति सङ्ख्या जाता तदनन्तरं यदा अस्माकम् अपेक्षा भवति अत्र कति घटाः सन्ति इति, तादृश अपेक्षा भवति, गणनं कर्तुम् अपेक्षा भवति, तदा एव अपेक्षाबुद्धि अनुसृत्य तत्र द्वित्वस्य उत्पादनं भवति, उत्पादनं भवति इति नैयायिकानां मतं। तर्हि तादृशकार्यस्य द्वित्वम् इति कार्यस्य कारणं किम् इति चेत् एकत्वम् इति असमवायिकारणं। तस्य समवायिकारणं किं भवति? घटः एव। घटे एव द्वित्वम् उत्पद्यते इति कृत्वा द्वित्वस्य समवायीकारणं घटः, असमवायीकारणम् एकत्वम्, अपि च स च एकत्वं प्रथमविध असमवायीकारणं, कार्येण सह तिष्ठति इति कृत्वा। अस्तु, अत्र प्रश्नः अस्ति वा? वदतु भगिनि। घटद्वयमस्ति चेत् द्वित्वं घट द्वयोः मध्ये भवति, उत्पद्यते द्वित्वसङ्ख्या। अस्तु, तर्हि यत्र अत्र एकस्मिन् अर्थे दत्तमस्ति, तर्हि द्वितीयघटं कारणं भवति चेत् अपि प्रथमघटे यत् द्वित्वं जनयति तद् तत्र एकत्वेन जनयति, अतः तत्र स्थितः तत्र स्थितम् एकत्वं कारणं भवति, एवं वा? हा, सत्यं। प्रत्येकं घटे एकत्वमेव अस्ति इति कृत्वा प्रत्येकं घटे विद्यमान एकत्वं द्वौ घटौ जायमानद्वित्वं प्रति कारणं भवति। तर्हि असमवायिकारणद्वयमस्ति अत्र द्वित्वं प्रति। प्रथमघटे विद्यमान एकत्वं, द्वितीयघटे विद्यमान एकत्वं, द्वयमपि तत्र घटद्वये जायमानद्वित्वं प्रति असमवायिकारणं भवति इति। समीचीनं। किन्तु द्वितीय घटस्य विद्यमानम् एकत्वं एकस्मिन् अर्थे नास्ति। न, द्वितीयघटे अपि द्वित्वं जायते किल, तस्य असमवायीकारणं भवति द्वितीयघटे विद्यमान एकत्वम्। सत्यं, तदवगच्छामि, किन्तु द्वित्वं प्रति कारणद्वयं भवता उक्तम्। एकं तु प्रथमघटे विद्यमानम् एकत्वम् अस्ति, अन्यं तु द्वितीयघटः अस्ति, द्वितीयघटः यदस्ति तत् तस्मिन् विद्यमान एकत्वम् अपि कारणं भवति इति उक्तं वा भवता? मम अवगमनं न अत्र अस्तु, भवत्याः प्रश्नः किम् इति मम बुद्धं, तर्हि अहम् एकं प्रश्नं पृच्छामि. यदा द्वित्वं जायते कति द्वित्वं कति कार्याणि जायन्ते अत्र? प्रत्येकं घटे एकं द्वित्वं जायते. द्वे कार्याणि, तर्हि द्वे कार्याणि, द्वे कार्ये जायेते. कार्ये, कार्ये, द्वे कार्ये जायेते. तर्हि प्रत्येकं द्वित्वम् इति कार्यस्य प्रत्येकं घटे विद्यमान एकत्वं कारणं भवति इति स्वीकुर्मश्चेत् क्लेशः नास्ति. यदि एकः एव कार्यं जायते, एकमेव कार्यं जायते, द्वित्वम् इति एकमेव कार्यं जायते इति वदामश्चेत् तत्र क्लेशः भवति. तदवगच्छम्. अस्तु, हा, किन्तु विषयान्तर्भवेत् चिन्ता नास्ति महोदय. अस्तु, प्रायः वर्गस्य अनन्तरं चिन्ता किञ्चित् चिन्तनं कर्तुं शक्यते, नो चेत् भवती लिखतु. अस्तु, समीचीनम्, अग्रे गच्छेम. तर्हि एकत्वं द्वैविध्यम्, एकत्वस्य द्वैविध्यम् इति मुरळीमहोदय पठति वा? प्रयत्नं करोमि महोदय. न, पठतु, पठतु, पठितुं भवता शक्यं. निश्चयम्. इदं च द्वित्वा द्वित्वा समवायीकारणीभूतम् एकत्वं द्विविधं भवति. जन्ये घटादौ विद्यमानम् अनित्यं, घटोत्पत्तिद्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते. कालान्तर कालान्तरभाविद्वित्वादिकं प्रति असमवायिकारणं च. अन्यत्र एकत्वम् आकाशात्मादिनित्यद्रव्यगतं, तस्य आश्रयस्य नित्यत्वात् तदेकत्वम् अपि आत्मत्वजातिवत् नित्यं भवति च. तद्वौ आत्मनौ आकाशात्मनौ इत्यादिप्रतीतिविषयद्वित्वं प्रति असमवायीकारणम्. उत्पद्यमानात् वादेन द्वित्वादीनां सिद्धम् अनित्यत्वं, तदेव सर्वम् अनुमानसन्धाय उक्तमन्नम् तदपि पठतु, स्थूलाक्षरैः लिखितं तदपि पठतु. एकत्वस्य द्वैविध्यं, न न न अनुसन्धाय आम्, एकत्वं नित्यम् अनित्यं च. नित्यगतं नित्यम्, अनित्यगतम् अनित्यं, द्वित्वादिकं तु सर्वम् अनित्यमेव इति. अस्तु, अत्र अहं प्रश्नं पृच्छामि, भवान् प्रश्नस्य उत्तरं ददति चेत् भवतः अपि अवगमनं भवति, अपि च सर्वेषामपि. अस्तु, प्रथमं घटः नित्यं वा अनित्यं वा? यत्र यत्र घटं भवति चेत् तत्र तत्क्षणं नित्यम्. घटः नित्यं वा अनित्यं वा? एकमेव उत्तरं वक्तव्यम्. अनित्यं, घटः अनित्यं खलु? आम् आम्. जायमानत्वात् घटस्य जननं भवति किल? आम् आम्, यद्यत् जननं भवति तत् अवस्थम् अवश्यं. हा, यद्यत् जायते तत्सर्वम् अनित्यम् अनित्यम् इति कृत्वा घटः अनित्यः. आं महोदय. हा, तर्हि इदानीं घटस्य घटे विद्यमान एकत्वं कदा जायते? परमाणु न न घटे विद्यमान एकत्वं कदा जायते? कार्ये समये जन्यक्षणे वा जन्यस्य अग्रिमक्षणे वा? जन्यस्य अग्रिमक्षणे अग्रिमक्षणे हा जन्यस्य अग्रिमक्षणे सत्यम् इति अपि अस्माभिः गते वर्गे पठितं किल. घट उत्पत्तिक्षणे एकक्षणं निर्गुणं निष्क्रियं तिष्ठति. अग्रिमक्षणे एव घटे गुणः जायते, गुणाः जायन्ते. चैत्रक्षणे वैशाखक्षणे तत् भवतु भवतु तत्सर्वं मास्तु इदानीम्. अस्तु तर्हि घटस्य उत्पादन अनन्तरमेव घटे विद्यमान एकत्वं जायते इति कृत्वा घटे विद्यमान एकत्वम् इदानीं नित्यं वा अनित्यं वा? तत्र नित्यमेव महोदय. महोदय इदानीमेव भवता उक्तं किल यद् जायते तद् अनित्यम्. अवश्यम् अनित्यमेव महोदय. विद्यमानसमये एकत्वं नित्यः वा अनित्यः वा? घटे विद्यमान एकत्वम् अनित्यः अनित्यम् उण्डि महोदय अनित्यम् अनित्यम् यदा घटं नश्यति तत् तस्य विद्यमान एकत्वमपि नष्टं भवति. तत्र तत्र घटे विद्यमान सर्वं नाशयति. एकनिमिषम् एकनिमिषं तत्र तत् नष्टं भवति इति तावत्पर्यन्तं न चिन्तयतु. जायते चेत् तद् अनित्यं, तदनन्तरं तस्य नाशः भवति वा इति कृत्वा तद् अनित्यम् इति न वदतु. तत्पूर्वं न आसीत् किल, यत् पूर्वं न आसीत् तस्यैव जनकं भवितुमर्हति. आं महोदय. आकाशस्य यदा कदापि जननं भवितुमर्हति वा? न भवति. हा तर्हि आकाशः न नश्यति अतः नित्यः इति न वक्तव्यम्. आकाशः न जायते अतः तद् नित्यम् इति वक्तव्यं. तद् नित्यम्. आं महोदय. तत्र जननमस्ति चेत् यस्य जननं भवति तद् अनित्यमेव भवति. तस्य नाशः तदनन्तरं भवति वा न वा इति अस्माकं चिन्तनं नास्ति. यद् जायते तद् अनित्यम् इति कृत्वा अत्र घटे विद्यमान एकत्वं घटस्य उत्पत्तेः अग्रिमक्षणे एव जायते इति कृत्वा घटे विद्यमान एकत्वम् अनित्यम्. हा तर्हि इदानीम् आकाशः तत्र कतिविधः? आकाशः एकः वा बहवः वा? आकाशः एकः. हा आकाशः एकः इति वदामश्चेत् आकाशे एकत्वम् अस्ति किल, ततः एव आकाशः एकः इति वक्तुं शक्यते. हा इदानीम् आकाशे विद्यमान एकत्वं नित्यं वा अनित्यं वा? आकाशे विद्यमान एकत्वं नित्यमेव महोदय. किमर्थम्? आकाशं नित्यम्. किमर्थम्? आकाशम् एकः नित्यं न जातं मिनु आकाशं तत्र इति वक्तव्यम्. आकाशस्य जननं न भवति. जननं न भवति इति कृत्वा आकाशः नित्यः. यदा आकाशस्य जननं भवति तस्मात् अग्रिमक्षणे एकत्वम् उत्पद्यते इति वक्तुं शक्यते. किन्तु आकाशे आकाशस्य जननमेव न भवति इति कृत्वा तस्य नित्यत्वं प्राप्तं. तर्हि आकाशे विद्यमान एकत्वमपि नित्यम् आम् इति महोदय. एवमेव आत्मनि विद्यमान एकत्वं कति ईश्वराः सन्ति नैयायिकानुमतानुसारं? कति ईश्वराः सन्ति? एकः समीचीनं. तर्हि ईश्वरे विद्यमान एकत्वम् अपि नित्यम्. आम्. कति जीवात्मनः सन्ति? अनेकम्. हा, प्रत्येकं जीवात्मनि एकत्वम् अस्ति किल? आम्. स च एकत्वं नित्यं वा अनित्यं वा? पुनर्वदतु महोदय. नित्यमेव. नित्यमेव. किमर्थं नित्यं महोदय? तत्र प्रश्नं पुनर्वदतु. प्रश्नं कति आत्मनः सन्ति? आत्मनः बहवः. हा, बहवः आत्मनः सन्ति. तदेव जीवात्मनः. जीवात्मा अनेक बहवः. सत्यं, बहवः आत्मनः सन्ति. प्रत्येकम् आत्मनि एकत्वम् अस्ति किल? आम्. आम्. स च एकत्वं नित्यं वा अनित्यं वा? एकत्वं नित्यमेव तार्किकाणां मतानुसारे. तार्किकाणां तद्न वक्तव्यम्. इदानीमेव वयं चिन्तयामः भवतः भवतः मतमपि किमिति? सर्वे मतानुसारम् आत्मनि एकमेव. सत्यं, नित्यमेव. आत्मनि विद्यमान एकत्वं नित्यमेव. नित्यवस्तूनां विद्यमान एकत्वं नित्यमेव. आम्. आम्. हा, तर्हि इदानीं मुरळीमहोदय भवान् वदतु, तत्र आत्मा द्वयमस्ति इति चिन्तयतु. जीवात्मा द्वयमस्ति इति चिन्तयतु. तस्य गणनं भवान् करोति इति चिन्तयतु. तर्हि प्रत्येकम् आत्मनि द्वित्वं जायते. द्वे आत्मानौ अत्र स्तः इति भवान् वदति. तर्हि इदानीं प्रत्येकम् आत्मनि जायमानद्वित्वं नित्यं वा अनित्यं वा? द्वित्वम् इति चेत् अनित्यमेव महोदय. हा, इति अर्थः. अनित्यवस्तूनि अनित्यद्रव्ये विद्यमान एकत्वम् अनित्यम्. नित्यद्रव्ये विद्यमान एकत्वं नित्यम्. किन्तु सर्वत्र विद्यमानद्वित्वादिसङ्ख्या अनित्यमेव. अनित्यमेव इति उक्तमत्र. तावदेव, एकत्वं नित्यम् अनित्यं च. नित्यगतं नित्यं. नित्यगतम् इत्युक्ते नित्यद्रव्ये विद्यमान एकत्वं नित्यमस्ति. अनित्यगतम् अनित्यम्. अनित्यद्रव्ये विद्यमान एकत्वम् अनित्यमस्ति जायमानत्वात्. द्वित्वादिकं तु सर्वम् अनित्यमेव. नित्यवस्तूनि जायमानद्वित्वमपि, अनित्यवस्तूनि जायमानद्वित्वमपि, द्वयमपि अनित्यमेव अत्र उक्तम्. आं महोदय. अस्तु, समीचीनम्. तत्र किं सूचयति? किमिति? गतं, गतम् इति. गतं, नित्यगतम् इत्युक्ते तत्र विद्यमानत्वम् इति चिन्तयतु, नो चेत् वृत्तिः इति चिन्तयतु. नित्यगतं नित्यं. नित्यद्रव्ये वर्तमान एकत्वं नित्यम् इति अर्थः. अस्तु, समयः जातः एकः एव. अस्तु, झटिति पठित्वा समापयामः. शिवराम महोदय. अस्तु, समीचीनं. तत्र वाक्यद्वयमस्ति. समीचीनं भगिनि, धन्यवादः. एकनिमिषं भगिनि, अत्रैव निमिषद्वयं स्वीकरोतु. शिवराम महोदय, एकनिमिषं. शिवराम महोदय अस्ति वा? शिवराम, पठतु महोदय. इदं च न, इदं च अत्र च नित्यपदेन आकाशदयः ग्राह्याः पृथिव्यादिचतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम्. अनित्याश्च घटादयः लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम्. पर्याप्तं वा तत्र? तावत् तावदेव. नित्यपदेन आकाशदय आकाशी आकाश आदि नित्य पृथिव्यादि चतुष्टयस्य परमाणवः आकाशादि ये नित्यद्रव्याः सन्ति तथा पृथिव्यादि पृथ्वी आकाशादि इति अस्ति किल महोदय तत्र आदिपदेन किं किम् उक्तं किं किम् अवगन्तव्यम् आकाश यत्किमपि नित्यमस्ति नाम आकाशनित्यमस्ति आत्मनि मनः हा आत्मा हा आकाश आत्मा तथा आकाशकालदिक् आत्मा आत्मा मनः आम् आकाश नाम नित्यद्र नित्यद्रव्याणि तदेव नित्यद्रव्याणि तथा पृथिवी तथा पृथिवी आप तेज वायो एतेषां परमाणवः अपि नित्यद्रव्यः सन्ति सत्यम् अपि शक्या ग्रहीतुम् अत्र नित्यपदेन तेषाम् अत्र ग्रहणं भवति अनित्याश्च घटादयः घटादयः नाम येषां निर्माणं भवति घटादयः ते सर्वे अनित्याः इति सत्यं तर्हि सप्तसु नित्यपदेषु विद्यमान एकत्वं नित्यम् अनित्यपदेषु विद्यमान एकत्वम् अनित्यम् अपि च सर्वेषु द्रव्येषु विद्यमानद्वित्वादिकम् अनित्यमेव इति आगतम् अपि च लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम् इति दत्तमस्ति किल तस्मिन् विषये अग्रिमवर्गे चर्चयामः किन्तु पञ्चपञ्चाशत्तमपुटमस्ति तत् पश्यन्तु सर्वे तत्र व्यवहारः इति पदम् अस्ति किल तत्र कार्यता कारणता जनकता इति एतत् सर्वम् अस्ति तद् आधारीकृत्य अग्रिमवर्गे सङ्ख्यायाः तत्र एकत्वस्य लक्षणं वक्तव्यं सङ्ख्यायाः लक्षणं वक्तव्यम् अस्तु अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च धन्यवादः महोदय.